अस्तु, नमस्कारः सर्वेषाम्. अत्र अस्माकं विषयः अस्ति तव्यत् अनियर् इति. अस्माकम् अभ्यासः प्रवर्तमानः अस्ति, त्रयोविंशतितमः पाठः च पुस्तके. अत्र तत्र प्रथमाविभक्तिं विहाय अपरासु विभक्तिषु कथं व्यवहारः भवति इति विषये अस्माकम् अभ्यासः भवति स्म. तत्र अभिनवमहोदय तत्र किञ्चित् साधितवान् वा? एक उदाहरणं वदति वा महोदय? सम्यक्तया न जानामि, किन्तु ह्यस्तन वर्गे किञ्चित् उदाहरणानि कृतवान्. यथा यथा तत्र लघु उपवाक्यं लघुवाक्यं उदाहरणं अस्ति, पाठं पठनीयम्. किन्तु पाठशब्दस्य लिङ्गं किम्? पाठः पठनीयः. अस्तु, पाठः पठनीयः, हा, बहु समीचीनमस्ति. इदानीं पाठशब्दः अपरस्मिन् बृहति वाक्ये स्थापनीयः अस्ति, पाठशब्दः. इदानीं पठनीय इति त्यजतु एकवारम्. तत्र वाक्यं रचयति वा? आम् वदतु. बृहत् वाक्यं, पाठस्य नाम संस्कृतम् अस्ति. हा, अस्तु अस्तु, पाठस्य नाम संस्कृतमस्ति, बहु समीचीनमस्ति. तर्हि अत्र पाठस्य इत्यस्य का विभक्तिः? षष्ठी विभक्तिः. अनेन यत्र विशेषणविशेषभावः भवति इति कृत्वा, नाम पाठः पठनीयः इति, तत्र विशेषणविशेषभावस्तु अस्ति प्रथमविभक्तौ. यत्र षष्ठीविभक्तौ अस्ति तत्रापि तथा. तर्हि वदतु एकवारं. यत्तत् वाक्यं, न, इदानीं पाठस्य, पाठः पठनीयः इति लघुवाक्यमस्ति. इदानीं पाठस्य नाम संस्कृतम् अस्ति. पठनीयस्य पाठस्य नाम संस्कृतम् अस्ति. हा, इति अस्ति, पठनीयस्य पाठस्य नाम संस्कृतमस्ति. अस्तु, इदानीं यत्तत् यत् यः पाठः पठनीयः अस्ति तस्य नाम संस्कृतम् अस्ति. हा, सुन्दरमस्ति, तथैव अस्ति. किं वदति भवान्? न अवगच्छामि इति. बहु समीचीनं वाक्यं, सम्पूर्णम् तत्र उदाहरणं सम्पूर्णमस्ति, बहु समीचीनमस्ति. अस्तु, सम्यक् अस्ति. पद्मा भगिनी एकम् उदाहरणं वदति वा? आं महोदय, बालकः पोषकाहारं खाद्यताम्. हा, किन्तु तत्र लघुवाक्यं. अस्तु अस्तु, अग्रे वदतु. तर्हि किमस्ति लघुवाक्यं? बालकेन पोषकाहारं खादनीयं. यथा अभिनव उक्तवान् तत्र केवलं विशेषणं विशेष्यं. विशेषणम् इति तव्यतनियर्, विशेष्यम् इति किमपि नाम पदम्. आहारः इति पुल्लिङ्गशब्दः अस्ति खलु? आहारः आहारः महोदय, किं पुल्लिङ्गशब्दः अस्ति खलु? आं महोदय, आहारः. अहं चिन्तितवती बालकः पोषकाहारः आहारः आहारः तत्र आहारः अस्ति. तत्र किं तस्य विशेषणं किं? पोषक हा न तत्र तव्यत् अन्यर् इति किं खादनीयं भगिनि? पुल्लिङ्गशब्दः अस्ति खलु खादनीयः. हा तर्हि वदतु इदानीम् आहारः आहारः खादनीयः. हा इति एव अस्ति, अतीवसरलमस्ति. तत्र लघुवाक्यमस्ति आहारः खादनीयः. इदानीम् आहारशब्दम् अपरस्मिन् वाक्ये स्थापयतु. बालकः पोषकाहारः खादनीयः. न, तथा नास्ति किमपि. भवती कर्तुमिच्छति किन्तु तत्र काठिन्यं किमिति न अवगच्छामि. अत्र प्रथमतया तत्र खादनीयशब्दः तव्यत् अनीयर् इति कर्मणि अर्थे अस्ति. कर्मणि अति अस्ति इति त्रीणि एकमेकम् अस्ति खलु, न तु एकं द्वे एकं त्रीणि एकमेकम्. बालकः पोषकाहारः खाद्यताम् तथा नास्ति किमपि. कर्मणि यत्र खाद्यताम् इति कर्त्री अस्ति अथवा कर्मणि? खाद्यताम् तत्र खाद्यतामिति कीदृशशब्दः? कः लकारः, कर्मणि कर्तरि च? विधिलिङ्ग तथा प्रथमपुरुष एकवचनं. खाद्यताम् इति कः लकारः? कोऽपि सहायं करोति वा? खाद्यतां कर्मणि एव लोट् लकार प्रथमपुरुष एकवचनं भवति खलु महोदय? खाद्य लोट् लकारः अस्ति, लोट् लकारः कर्मणि. लोट् लकारः अस्ति न तु विधिलिङ्ग्, लोट् लकारः अस्ति कर्मणि. अतः तत्र कर्तृ यत्र कर्मणि प्रयोगः अस्ति तत्र कर्तृपदस्य का विभक्तिः भवति पद्माभगिनी वदतु? यत्र कर्मणि प्रयोगः तत्र कर्तृपदस्य का विभक्तिः? कर्तृपदस्य तृतीया विभक्ति बालकेन. हा भवती तु जानाति, तर्हि करोतु कृपया, करोतु वदतु. बालकेन न तु बालकः. बालकेन पोषकाहारः खादनीयम् अनियर्. तत्र आहारः इत्यस्य लिङ्गं किं? पुंलिङ्गं. तर्हि खादनीयशब्दस्य लिङ्गं किं भवेत्? विशेषणमस्ति, विशेषणविशेष्य विशेषणविशेषभावः इति अवगच्छति. खादनीयः. वदतु. बालकेन पोषकाहारं पोषकाहारः खादनीयः. इति अस्ति बालके. अस्तु, समीचीनमस्ति. अन्य कोऽपि एकम् उदाहरणं वदति वा? सुनीति भगिनी वदति वा? आम् वदामि. त्वया भोजनं खा ओ वेट् नो नो ओके तया शाला गमनीया तया शाला गमनीया. अस्तु, बहु समीचीनमस्ति वाक्यं तया शाला गमनीया. अस्तु, तादृशं सरलवाक्यमेकं किञ्चित् कानिचन वाक्यानि वक्तव्यानि सन्ति. हा, तया शाला गमनीया, समीचीनमस्ति. तव्यत् अन्यर् रविमहोदय अस्ति वा? किञ्चित् अनन्तरम् आगच्छति इति उक्तवती, उक्तवान्. अस्तु, इदानीम् अहमस्मि. वदतु एकवारं एकं वाक्यं तत्र तव्यत् अनियर् इत्यस्य. न पाठशब्दस्य लिङ्गं किं? पाठः पठनीय पाठः पठनीयः. तत्र कर्तृपदं वदतु. कर्तृपदमपि वदतु. पाठात् उद्धरामि. किं किं? पाठात् पाठकशब्दः. अस्तु, पाठात् वाक्यम् उद्धरामि. न, पाठः पठनीयः इति वाक्यमासीत्. हा, पाठः पठनीयः इत्यस्य कर्तृपदं किं भवेत्? एकं कर्तृपदं वदतु, संयोजयतु तस्मिन्. यथा बालकः कार्यं करोति, अत्र बालकः कार्यं करोति इत्यस्मिन् वाक्ये तत्र कर्तृपदं किं? पाठं पठति. मम वाक्यमस्ति बालकः कार्यं करोति, तत्र कर्तृपदं किं? कर्तृपदं बालकः कार्यं करोति, कर्तृपदं किं? बालकः इति कर्तृपदमस्ति. हा, बालकः बालकः कार्यं करोति, तत्र कर्मपदं किं? कार्यं. हा, अपि च क्रियापदमस्ति करोति. अस्ति, समीचीनमस्ति. तर्हि यत्र कर्तरिप्रयोगे, तत्र संस्कृतभाषायां सामान्यतया वदामः यत् प्रयोगद्वयमस्ति, कर्तरिप्रयोगः कर्मणि च. यत्र धातुः अकर्मकः तत्र भावे इति वदामः, भावे प्रयोगः. यत्र धातुः सकर्मकः अस्ति तत्र कर्तरिप्रयोगः, तत् कर्मणि प्रयोगः. कर्तरिप्रयोगः इति चेत् तत्र सूत्रमस्माकमस्ति एकं द्वे एकं, बालकः कार्यं करोति, बालकः कर्तृपदं प्रथमाविभक्तौ भवति, एकम् एकं द्वे एकम् इति. एकम् इत्युक्ते कर्तृपदं, द्वे इति कर्मपदम्, एकम् इति इत्युक्ते तत्र क्रियापदस्य रूपं भवति कर्तृपदम् अनुसृत्य इति. एकं द्वे एकं कर्मणि प्रयोगे तत्र त्रीणि एकमेकमस्ति, कर्तृपदस्य का विभक्तिः? तृतीया विभक्तिः. कर्मपदस्य का विभक्तिः? प्रथमा विभक्तिः. तर्हि अत्र बालकः कार्यं करोति इति कर्तरि इति कृत्वा एकं द्वे एकम्. इदानीं बालकः कार्यं करोति इति कर्मणि प्रयोगे करोतु. लट्लकारः वदतु. बालकेन कार्यं कुरुते. बालकेन कार्यं कुरुते. न, कुरुते इति नास्ति. अत्र किं भवति? तत्र सुनिधि भगिनी वदतु. क्रियते. क्रियते. हा, क्रियते. बालकेन कार्यं क्रियते. हा, अस्तु, बालकेन कार्यं क्रियते इति वाक्यमस्ति. इदानीं तादृशमस्ति, नाम सर्वेषाम् अवधानमस्मि, अवधानं स्यात् यावत् एकं द्वे एकं त्रीणि एकम् एकम् इति मनसि दृढरूपेण न स्यात् तावत् न किमपि भविष्यति संस्कृतभाषायां, न किमपि भविष्यति. एकं द्वे नाम प्रथमम् अस्माकं चिन्तनविधिः अस्ति, चिन्तनसोपानं. प्रथमसोपानमस्ति यत् इदं वाक्यं कर्तरी पद्माभगिनी भवती अस्ति वा? पद्माभगिनी आं महोदय. हा, सम्यक्तया श्रुणोतु. एतत् नाम सुब्रह्मण्यमहोदय एतत् सर्वं जानाति, सुनिधिभगिनी अपि जानाति. येषां काठिन्यमस्ति तेषां कृते अहं वदन् अस्मि इदानीं. शृणोतु एकवारं. यत्र यत्र कर्तरिप्रयोगः अस्ति तत्र एकं द्वे एकं, यत्र कर्मणि प्रयोगः अस्ति तत्र त्रीणि एकम् एकम्. अस्माकं प्रथमं कार्यमस्ति, सर्वप्रथममस्ति यत् इदं वाक्यं यत् अहं वक्तुम् इच्छामि तद् वाक्यं कर्तरिप्रयोगे अस्ति अथवा कर्मणि प्रयोगे अस्ति इति प्रथमं कार्यमस्ति. एतत् स्पष्टं नास्ति चेत् मनसि न किमपि कर्तुं शक्नुमः, किमपि न. प्रत्येकं वाक्यं दोषपूर्णं भविष्यति. दोषपूर्णम् इदानीं भवन् अस्ति इति अहं पश्यामि वारं वारं. नाम मासत्रयात् अस्माकं पाठः अस्मिन् विषये अस्ति, तथापि तादृशदोषः भवति. अतः पुनः पुनः वक्तव्यमस्ति. कर्तरिप्रयोगे एकं द्वे एकं, कर्मणि प्रयोगे त्रीणि एकम् एकं. प्रथमं कार्यं किम्? अस्माकं वाक्यं कीदृशमस्ति, कर्तरिप्रयोगे अस्ति अथवा कर्मणि प्रयोगे अस्ति. कर्तरिप्रयोगे अस्ति चेत् एकं द्वे एकं, कर्मणि प्रयोगे अस्ति चेत् त्रीणि एकम् एकम्. इदानीं यत्र तव्यत् अनियर् अस्ति, यत्र तव्यत् अनियर् अस्ति तत्र नित्यं कर्मणि अथवा भावे भवति, कर्तरिप्रयोगे न कदापि भवति, न कदापि, न कुत्रापि भवति. कर्तृपदं सर्वदा नित्यं तृतीयविभक्तौ भवेत्. तथा न भवति चेत् अस्माकं वाक्यं दोषपूर्णमस्ति. कर्मणि प्रयोगे नित्यं भवति तव्यत् अनियर्. अस्तु, इदानीं रविमहोदय तत्र एकम् उदाहरणं ददातु कृपया, सरलवाक्यं यत्र तव्यत् अनियर् अस्ति. पाठः पठनीयः, तत्र कर्तृपदमस्ति. कर्तृपदं वदतु, संयोजयतु. एकं नाम वाक्ये कर्तृपदं भवेत्, कर्मपदं भवेत्, तस्य विशेषणं भवेत्. विशेषमिति तव्यतनीयर्. पाठः पठनीयः, तत्र कर्तृपदं संयोजयतु. पठनीयात् पाठात् वाक्यम् उद्धरामि. न अत्र यथा बालकः कार्यं करोति, कर्मणि प्रयोगे भवता उक्तं बालकेन कार्यं क्रियते. अत्र पाठः पठनीयः अस्ति, वाक्यमस्ति पाठः पठनीयः अस्ति. तत्र जटिलवाक्यमिति नापेक्षितम् इदानीं. पाठः पठनीयः अस्ति, अत्र कर्तृपदम् अपेक्षितं, केवलम् एकः शब्दः. हा, धन्यवादः. पुनः वदतु. बालकेन पाठः पठनीयः. हा, बालकेन पाठः पठनीयः अस्ति इति वाक्यमस्ति, क्रियपदमस्ति, अस्ति. तत्र कर्मपदं किम्? पाठशब्दः इति कर्मपदमस्ति, तस्य विशेषणमस्ति पठनीयः. पाठः इति कर्मपदं, तस्य तत्र पठनीयः इति विशेषमस्ति. कर्तृपदमस्ति बालकेन इति नित्यमस्ति. नित्यं तादृशस्थितिः अस्ति, तादृशी स्थितिः अस्ति सर्वत्र. अनन्तरं परस्मिन् वाक्ये स्थापयामश्चेत् अन्या वार्ता अस्ति, किन्तु लघुवाक्यम् अस्माकं तादृशमस्ति. अस्तु, तावता अन्य कोऽपि आगतवान् वा? सुब्रह्मण्यमहोदय, रविमहोदय, सुनिधि भगिनी, अभिनवमहोदय, श्रीनिवासमहोदय, पद्मभगिनी, अन्य कोऽपि अस्ति? नमस्ते महोदय, पुष्प अस्मि. पुष्पभगिनी, अन्य कोऽपि अस्ति वा? अस्तु, समीचीनमस्ति. सञ्जीवमहोदय अस्ति? अस्तु अस्तु. तर्हि इदानीं पुष्पभगिनी एकं वाक्यं वदतु, सरलवाक्यं, तव्यतनि अर्ट्यस्य. बालिकया नगरं चलितव्यं. बालिकया नगरं चलनीयं. चल् धातुः इति सकामकधातुः नास्ति इति अहं मन्ये. चल् चलति इति न गन्तव्यस्थानं न वक्तव्यं तत्र. गमनीयं वाक्यं वदतु. गन्तव्यं बालिकया नगरं गन्तव्यम्. समीचीनमस्ति, अस्तु, सम्यक्. सुनिधि भगिनी अग्रे, सम्यक्. सुनिधि भगिनी वदतु. मया कथाः लिखितव्याः. तत्र मया कथाः, तत्र गुणः भविष्यति, लेखित, पुनः वदतु. ले इति भवति लेख, लेखे. मया कथाः लेखितव्याः. हा, सत्यमस्ति, लेखितव्याः, लेखनीयं, लेखितव्यम्. अस्तु, समीचीनमस्ति, लेखितव्याः. अस्तु, समीचीनमस्ति. इति तादृशानि वाक्यानि अपेक्षितानि सन्ति. तत्र सरलस्थितिः अस्ति. अनन्तरं जटिलवाक्यं भवति चेत् तत्र अत्र यथा मया कार्यं कर्तव्यम्, अत्र कार्यं कर्तव्यमिति विशेषणमस्ति तत्र. किन्तु तत्र क्रियायाः प्रतिनिधिः अस्ति वस्तुतः. मया कार्यं क्रियते, तत्र क्रियते इति स्थाने कर्तव्यं वस्तुतः तत्र क्रियापदम् अस्ति इति भवति. मया कार्यं कर्तव्यम् अस्ति, किन्तु कीदृशं कार्यमस्ति इति कर्तव्यमिति तत्र क्रीडातोः प्रतिनिधिः अस्ति. क्रियते इति कर्तव्यं. तर्हि सरलवाक्यं तत्र क्रियापदम् इव भवति, कर्तव्यं, लेखनीयं, लेखितव्यम् इत्यादिकं. किन्तु यत्र बृहद् वाक्यं भवति तत्र केवलं विशेषणत्वेन प्रयुज्यते, विशेषणं भवति. नाम यथा अहं लेखम् अध्यापकाय ददामि. लेखं, तत्र लेखः अस्ति, अहं लेखं ददामि. कस्मै? अध्यापकाय. तत्र लेखमित्यस्य का विभक्तिः? रवि महोदय वदतु. द्वितीयविभक्तिः. पुनः किं? द्वितीयविभक्तिः. द्वितीयविभक्तिः, अहं लेखं ददामि इति द्वितीयविभक्तिः अस्ति. तत्र यदि तव्यत् अनियर् इति लेखशब्दस्य विशेषणं भवति तर्हि का विभक्तिः भविष्यति? भवान् वदतु. प्रथमाविभक्तिः. अहं लेखं ददामि. द्वितीयविभक्तिः. द्वितीयविभक्तिः, विशेषणविशेषभावः अस्ति इति कृत्वा अहं लेखं ददामि. तत्र लेखमित्यस्य विशेषणं तव्यत् अनियर् इति कश्चन शब्दः भवति चेत् तत्रापि द्वितीयविभक्तिः भविष्यति. तर्हि लेखनीयशब्दः लेखनीयशब्दः तत्र संयोजयतु रविमहोदय. लेखनीयं हा तर्हि वाक्यं वदतु. अहं लेखनीयं लेखं ददामि. हा बहु समीचीनमस्ति. तत्र लघुवाक्यमस्ति किन्तु लेखः इति पुल्लिङ्गशब्दः अतः लेखः लेखनीयः लेखः लेखनीयः इति लघुवाक्यमस्ति किन्तु द्वितीयविभक्तौ अहं लेखनीयं लेखं ददामि इति तादृशमस्ति. बुद्धं पद्मा भगिनी अवगच्छति वा? महोदय अस्तु अस्तु आशा अस्ति समीचीनमस्ति. तर्हि अग्रे गच्छेम. इदानीं पुस्तके किञ्चित् अग्रे गच्छेम. अत्र सञ्जीवमहोदय अग्रे पठति वा? तत्र पञ्चमाभ्यासः अस्ति. पृष्ठसङ्ख्या षट्पञ्चाशत् अधिकशततमे पुटे पञ्चम अभ्यासः. अथ प्रदत्तानि विधिलिङ्गवाक्यानि तव्यत् अनीयर् प्रत्ययौ उपयुज्य परिवर्तयत. उदाहरणम् अहं गीतां शृणुयाम् अनीयर् रूपे मया गीता श्रवणीया प्रथमं वाक्यम्. द्वितीयवाक्यम् अहं श्लोकान् पठेयं मया श्लोकाः पठनीयाः इति अस्ति अथवा पठितव्याः. अस्तु सुब्रह्मण्यमहोदय अग्रे. अहं स्वधर्मम् अवगच्छेयं मया स्वधर्मः अवगन्तव्यः अथवा अवगमनीयः इति अस्ति. बहु सम्यक् अस्तु. सुनिधि भगिनी अग्रे. अहं धर्मम् आचरेयम् मया धर्मः आचरणीयः. सम्यक् आचरणीयः अथवा आचरितव्यः आचरितव्यः. तत्र तव्य यत्र सर्वेषां कृते वदामि यत्र अनियर् प्रत्ययः अस्ति तत्र इडागमः न कुत्रापि भवति इति वयं दृष्टवन्तः. यत्र तव्यत् अस्ति तत्र कुत्रचित् भवति नाम सम्भवति कुत्रचित् भवति कुत्रचित् न भवति. धातुः सेट् अस्ति चेत् भवति अनेट् अस्ति चेत् न भवति. चर् इति धातुः सेट् तर्हि कथं जानीमः कश्चन धातुः सेट् अथवा अनिट्. वस्तुतः तादृश कोऽपि नियमः नास्ति पद्धतिः अस्ति. कस्मिंश्चित् दिने अवसरे प्राप्ते अहं वक्ष्यामि किन्तु इदानीं तावत् अवगच्छन्तु यत् आधिक्येन धातुः हलन्तः अस्ति चेत् धातोः अन्तिमवर्णः हल् वर्णः व्यञ्जनवर्णः अस्ति चेत् आधिक्येन सेत् अत्र ध्वनिः वारं वारं कुतः आगच्छति? यस्य गृहे तादृशध्वनिः अस्ति तत्र म्यूट् करोतु कृपया. धातुः तत्र चर् धातोः अन्तिमवर्णः कः इति अभिनवमहोदय वदतु. चर् धातु चरितव्यं न चर् धातोः अन्तिमवर्णः कः इति मया पृष्टं. रेफः रेफाति अन्तिम वर्णः अस्ति. अत्र हिन्दीभाषायां यदा रेफः वदामि तत्र तत्र भिन्नम् अस्ति. यत्र कुत्रापि रकारः अस्ति संस्कृतभाषायां तत्र रेफः इति एव नामकरणमस्ति, न केवलम् उपरि अस्ति चेत्. सर्वत्र अत्र चर् इति तत्र रेफः अस्ति. तर्हि अन्तिमवर्णः रेफः, तत्र स च रेफः हल् वर्णः अथवा अच् नाम व्यञ्जनम् अथवा स्वरः. व्यञ्जनं वदतु. व्यञ्जनम् अस्ति. हा, अत्र स्पीकर्फोन् मास्तु. स्पीकर्फोन् अस्ति चेत् मास्तु. इदानीं व्यञ्जनमस्ति चेत् साधारणतया आधिक्येन इडागमः भविष्यति. सर्वत्र इति न वदामि, आधिक्येन प्रायः. अपि च तत्र अजन्तदातुः अस्ति चेत् नाम यस्य धातोः अन्तिमवर्णः अस्ति स्वरः, तत्र आधिक्येन न भविष्यति. तत्र बहवः अपवादाः तु सन्ति. किन्तु यथा क्रीडातोः अन्तिमवर्णः कः इति पुष्पा भगिनी वदतु. सत्य. अन्तिमवर्णः कः? रेफः इति न अजन्तशब्दः कृ. ऋकारः इति स्वरः अथवा व्यञ्जनम्? व्यञ्जनम्. ऋकारः व्यञ्जनम्. अजन्तशब्दः नाम ऋकारः स्वरः अथवा व्यञ्जनम् इति मम प्रश्नः. स्वरः पृच्छति अथवा वदति? न, वदामि. ऋकारः तत्र स्वरः अस्ति खलु. साधारणतया आधिक्येन येषां धातूनाम् अन्तिमवर्णः स्वरः अस्ति तत्र इडागमः न भवति आधिक्येन. अतः क्रीडातुः करणीयं तत्र तव्यत् किं भवति? एकनिमेषः. न, करणीयं कर्तव्यं. कर्तव्यमस्ति. तत्र इडागमः अस्ति वा? नास्ति. इदानीं चर् धातुः तत्र तव्यत् वदतु. चरितव्यम्. चरितव्यमस्ति. तत्र तत्र इडागमः अस्ति वा? अस्ति. चर् धातुः हलन्तशब्दः अस्ति, हलन्तधातुः अस्ति इति कृत्वा तत्र इडागमः अस्ति चरितव्यं. क्रीडातुः अजन्तः अस्ति, तस्य अन्ते स्वरः अस्ति इति कृत्वा इडागमः नास्ति. कर्तव्यं करितव्यम् इति नास्ति खलु, कर्तव्यम्. वयम् अवगन्तुं शक्नुमः किमर्थं. तत्र चर् धातुः तत्र रेफः अस्ति व्यञ्जनं. तत्र अग्रे तव्यत् इति प्रथमवर्णः अस्ति तकारः. अतः बहुवारं तत्र सौकर्यार्थम् उच्चारणार्थं तत्र व्यञ्जनयोः मध्ये स्वरः अस्ति चेत् सौकर्यं भवति. सर्वत्र नास्ति, किन्तु सौकर्यमस्ति. अच् अच् अजन्तदातुः अस्ति चेत् तत्र अच् इति स्वरः तु अस्ति एव. अच् वर्णः अस्ति चेत् तत्र अग्रे तकारः अस्ति तव्यत्. अतः मध्ये इकारस्य नाम इडागमस्य उच्चारणार्थम् आवश्यकता नास्ति इति कृत्वा आधिक्येन तथा अस्ति. सर्वत्र न, किन्तु आधिक्येन. अनुमानं कर्तव्यमिति चेत् तथा. अस्तु, अग्रे गच्छेम तर्हि. अभिनवं तत्र अग्रिमं. अहं आं महोदय. अहं कर्माणि कुर्याम्. मया कर्माणि करणीयाः. न, न, कर्मशब्दस्य लिङ्गं किम्? पुल्लिङ्ग. न, पुल्लिङ्गशब्दः नास्ति. नपुंसकलिङ्ग. पुल्लिङ्गशब्दः नास्ति. कर्मन् इति नकारान्त नपुंसकलिङ्गशब्दः अस्ति. तर्हि किं कथं कथमस्ति? पुनः वदतु. अहं कर्माणि कुर्याम्. मया कर्मान् करणीयाः. न न न, अत्र अस्तु. तत्र कर्मशब्दः, तत्र कर्मन् इति नकारान्तशब्दः अस्ति. सुनिधि भगिनी साहाय्यं करोति वा? मया कर्माणि करणीयानि. बहु समीचीनमस्ति सुन्दरं, बहु सम्यक् अस्ति भगिनि. नाम तत्र कर्म इति शब्दः, तत्र नपुंसकलिङ्गशब्दः, अत्र बहुवचने अस्ति. करणीय इति शब्दः अकारान्तशब्दः, नपुंसकलिङ्गे बहुवचने. भवानेव वदतु एकवारं. मया कर्माणि करणीयानि. करणीयानि, करणीयानि. इदानीं कर्यत्? मया कर्माणि कर्तव्यानि. सम्यक्, अस्तु. अग्रे गच्छेम. इदानीं पद्मा भगिनी वदतु अग्रे. अहं दानं दद्याम्. मया दानं दत्तानि. दानमिति अस्य लिङ्गं किम्? अपि च वचनं किम्? एकवचनं. तत्र इदानीं तव्यत् अन्यर् दत्तानि इति तव्यत् अन्यर् अस्ति वा? दत्तनीयानि. न, धातुः कः अत्र? धातुः कः? धातुः अस्ति. दा धातुः. तत्र अनियर् इति अस्य रूपं किं? दा योगः अनियर्. दातव्यानि. अनियर्, अनियर् तव्यत् न. अस्तु, तव्यत् इति अस्ति दातव्य. दातव्य. अत्र दानमिति अस्य वचनं किम्? अहं चिन्तितवती नपुंसकलिङ्गं दान्. नपुंसकलिङ्गे अस्ति. वचनं किम्? एकवचनम्. तर्हि विशेषमपि एकवचनं करोतु. दातव्य एकवचनमस्ति नपुंसकलिङ्गे. वदतु. मया दानं दातव्यानि. दातव्यानि इति अस्य वचनं किं? दत्तनीयानि. भगिनि, दातव्य इति रूपं सम्यक्, किन्तु वचनं वचनं भवती उक्तवती. भगिनि, दानं भवती उक्तवती एकवचने अस्ति खलु? दानमिति अस्य वचनं किं? दानमित्यस्य वचनं किं? एकवचनं तर्हि तस्य विशेषणमपि एकवचने अस्ति. एकवचने तव्यत् तत्र एकवचनान्तं भवति. एकवचने वदतु. आनि यत्र आनि भवति तत्र आनि फलानि इत्यादिकं तत्र गृहाणि तत्र वचनं तस्य तस्य किमस्ति वचनं? एकवचने अस्ति. एकवचने अस्ति तत्र फलानि इत्यस्य एकवचनान्तरूपं किं? फलानि इति एकवचने अस्ति न, बहुवचने अस्ति. तर्हि एकवचने किं? फलानि एकवचने किमस्ति? फलं. फलं धन्यवादः. फलमस्ति. तर्हि दातव्यानि इत्यस्य वचनं किं? बहुवचनं. तर्हि एकवचनं किं भवेत्? दातव्यानि. दातव्यानि तत्र दातव्यानि इत्यस्य एकवचनान्तरूपं किम्? दातव्य इति यथावत् तिष्ठति. दातव्य इति यथा अस्ति तथा तिष्ठतु, न परिवर्तनीयमस्ति. दातव्य तत्र दातव्य इत्यस्य अन्तिमभागः कथं? फलानि फलं. यथा फलानि फलं तथा दातव्यानि दातव्यं. धन्यवादः. तत्र काठिन्यं किमस्ति न अवगच्छामि. तत्र भवत्याः तत्र अवगमनं न भवति किमर्थं? तत्र दातव्यानि दातव्यं, फलं फले फलानि, दातव्यं दातव्ये दातव्यानि न अवगच्छति. दातव्यं दातव्ये दातव्यानि, फलं फले फलानि. अवगच्छति न वा? अवगच्छामि. तर्हि वाक्यं वदतु इदानीम्. अहं दानं दद्याम्. अत्र किं भवति? मया दानं दातव्यम्. हा, धन्यवादः. अस्तु, अग्रे पुष्पा भगिनी, अग्रे. पुष्पा भगिनी अस्ति. मया दानं दानेयं. न, अग्रिमं वाक्यं कृपया. अग्रिमं वाक्यम् अस्माकम् अद्यतनवर्गः कथं भवति? अस्माकं वर्गे तत्र सर्वे जनाः अन्यत् कार्यं कुर्वन्ति इति वा? यदा भवत्याः समयः नास्ति तदानीं म्यूट् मत् करोतु. मा करोतु म्यूट्. गृहे बहु ध्वनिः अस्ति इति अन्यवार्ता, किन्तु अन्यत् कार्यं मा करोतु कृपया. अत्र तिष्ठतु. किं वाक्यं प्रवर्तमानम् अस्ति इति भवतः ज्ञातव्यमस्ति भवत्या. अहं शान्तः भवेयं. मया शान्तः भवितव्यः, भवनीयः. अत्र भूधातुः सकर्मकः अथवा शान्तः भूधातुः सकर्मकः अथवा अकर्मकः? अत्र सकर्मकः अस्ति न? अत्र नाम कुत्रचित् अपि भूधा तत्र नास्ति. नास्ति महोदय. नास्ति वा? नास्ति. किं नित्यं सर्वदा तत्र उपसर्गः भवति चेत् अन्यवार्ता अस्ति. तत्र अनु योगः भू तत्र अनुभवति, तत्र सकर्मकत्वं भवति. नो चेत् भूधातुः यथावत् भूधातुः नित्यम् अकर्मकधातुः अस्ति. तर्हि वदतु. मया शान्तः भवितव्यं न एकनिमेषः अत्र अहं शान्तः भवेयम् अत्र शान्तः इति शान्त अहम् अपि च शान्तः द्वयोः शब्दयोः कः सम्बन्धः अत्र अत्र तु भवेयं मम प्रश्नः मया किम् उक्तं मम प्रश्नः कः अस्ति सम्बन्धः कः सम्बन्धः कयोः शब्दयोः कयोः शब्दयोः कः सम्बन्धः शान्तः भवेयम् शान्तः भवेयं मम प्रश्नः कः आसीत् कयोः शब्दयोः कः सम्बन्धः अहं शान्तः अनयोः शब्दयोः कः सम्बन्धः अस्ति अहं शान्तः अहं शान्तः अहं कर्तृपदः शान्तः कर्मपदः एवं वा भवती उक्तवती किं भूधातुः अकर्मकः अस्ति खलु तर्हि कर्मपदं कर्मपदः नास्ति अहम् अपि च शान्तः द्वयोः शब्दयोः कः सम्बन्धः मम प्रश्नस्य उत्तरं मम प्रश्नस्य उत्तरं किं सञ्जीवमहोदय किञ्चित् साहाय्यं करोति वा भाववाचकः अस्ति अहं शान्तः भवेयं विशेषं हा किन्तु अहम् अपि च शान्तः द्वयोः शब्दयोः कः सम्बन्धः विशेषविशेषणसम्बन्धः अस्ति अतः विशेषणविशेषभावः तु भवेत् तर्हि अहम् इति मया इति करोति चेत् तत्र शान्तः इति किं भवति मया शान्तः नास्ति मया शान्तया भवितव्यं शान्ततया वदतु मया शान्तया भवितव्यं मया शान्तया भवितव्यम् अथवा भवनीयं समीचीनमस्ति अस्तु अन्य कोऽपि आगतवान् वा नमस्ते महोदय मीना अस्मि त्वरितदूरवाणीम् आसीत् अतः विलम्बेन आगतवती अस्तु अस्तु अस्तु मीना भगिनी अस्माकं षट् पञ्चाशत्तमेपुटे षट् पञ्चाशदधिकशततमेपुटे पाठः आम् प्रश्नः अस्ति विशेषविशेषणम् इति सम्बन्धः तथैव अन्यसम्बन्धः अपि नाम अस्ति सम्बन्धस्य भाव्यभावक इति उक्तवान् भवान् भाव्यभावक ओहोहो न अत्र तथा नास्ति किन्तु अत्र तथा नास्ति तस्य नाम किम् अस्ति सम्बन्धस्य नाम विधेय उद्देश्यविधेयभावः अत्र तथा नास्ति धन्यवादः अत्र विशेषणविशेषभावः नाम विशेषणविशेषभावः भवति यत् अस्माकं लक्ष्यं किं सः कीदृशः सः नाम अहं शान्तः भवेयम् इति कीदृशः इति चेत् अत्र विशेषणविशेषभावः वस्तुतः विशेषणविशेषभावः इत्युक्ते बहुषु जनेषु कः इति विशेषणविशेषभावः इति अस्य नाम वृक्षः उन्नतः अस्ति इति बहवः वृक्षाः सन्ति तेषु वृक्षेषु कः इति चेत् विशेषणविशेषभावः अस्ति अपि च अस्तु अग्रे उद्देश्यविधेयभावः किञ्चित् भिन्नः अस्ति अस्तु तर्हि अग्रे गच्छेम इदानीम् अग्रिमं मीना भगिनी अस्ति वा करोति वा आम् किं वाक्यं महोदय तत्र अहङ्कारं अहं अहङ्कारा जह्याम् किं लिखितमस्ति? अहम् अहङ्कारं जह्याम् इति लिखितमस्ति. मया अहम् अहङ्कारं जह्याम् अस्तु. मया अहङ्कार जह्नीय न, अत्र प्रथमतया तत्र धातुः कः इति ज्ञातव्यमस्ति. सुब्रह्मण्यः महोदय, तत्र धातुः कः? धातु अस्ति हा, जहाति इति हा, त्यजति इति अर्थः. हा धातुः अस्ति, तर्हि किं स्यात्? मया अहङ्कार हानीय. अहङ्कारशब्दस्य लिङ्गं किम्? अहङ्कारः पुल्लिङ्गशब्दमेव. पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः. वाक्यं वदतु. मया अहं वदतु तर्हि. मया अहङ्कारः हानीयः. मया अहङ्कारः हानीयः अथवा तव्यत् हातव्यः. अग्रे सुब्रह्मण्यं महोदय. अहं बन्धमोक्षौ जानीयाम्. अत्र धातुः अस्ति ज्ञां महोदय. मया बन्धमोक्षौ ज्ञातव्यौ अथवा मया बन्धमोक्षौ ज्ञानीयौ. हा सत्यम्. अग्रे सञ्जीव महोदय अग्रे. कामक्रोधमोहान् त्यजेयम्. अहं कामक्रोधमोहान् त्यजेयम्. अनीयरूपं मया कामक्रोधमोहाः अनीय त्यक्तव्याः. अनीयर् इति उक्तं त्यजनीयाः. तव्यत् मया कामक्रोधमोहाः त्यक्तव्याः इति अस्ति. सम्यक् अस्तु. अग्रे कः करोति? अस्तु रविमहोदय अग्रे करोति वा? आम्. अहम् इन्द्रियाणि निगृहीयाम्. मया इन्द्रियाणि निगृहणीयः. अत्र इन्द्रियाणि इति पुनः वदतु. मया इन्द्रियाणि निगृहणीयानि. अत्र धातुः कः? गृहधातु न. अत्र धातुः कः? न सुब्रह्मण्यं महोदय वदति वा? उपसर्ग निगृही ग्रह अस्ति महोदय. अत्र ग्रह ग्रहधातुः अस्ति. ग्रह तर्हि तदाधारेण वदतु. तत्र ग्रहधातुः अस्ति. गृहधातुः अस्ति नास्ति. ग्रह ग्रहधातुः अस्ति. मया इन्द्रियाणि निग्रहणीयानि. हा स्पष्टतया वदतु एकवारं. तथा अस्ति. मया इन्द्रियाणि निग्रहणीयानि. निग्रहणीयानि वदतु. निग्रहणीयानि. पुनः वाक्यं. मया इन्द्रियाणि निग्रहणीयानि. हा सम्यक् अस्ति. मया इन्द्रियाणि निग्रहणीयानि. तत्र न तु अस्ति निग्रहणीयानि. अस्तु, तत्र सुब्रह्मण्य महोदय, तत्र तव्यत् किं स्यात्? तत्र अत्र अत्र तव्यत् भवति ग्रहितव्यानि निग्रहितव्यानि महोदय. निग्रहितव्यानि समीचीनमस्ति. अग्रे पुष्पा भगिनी वदतु अग्रे. शृणोति वा? अहम् आत्मानम् उद्धरेयम् मया आत्मानम् उद्धरितव्यम्. अत्र आत्मा इत्यस्य लिङ्गं किम्? आत्मा स्त्रीलिङ्ग. नपुंसकलिङ्ग आत्मानम्. एवं न न आत्मानः उद्धरितेयः. न न न आत्मनः इत्युक्ते किम्? आत्मनः इति न कोऽपि लाभः. आत्मनः इत्यस्य वदने न कोऽपि लाभः. तत्र आत्मान् इति नकारान्तशब्दः प्रथमविभक्तौ आत्मा. आत्मा इति शब्द तत्र आत्मन् इति शब्दस्य लिङ्गं किं वदतु? आत्मा शब्दस्य लिङ्गं स्त्रीलिङ्गम् आत्मा. आत्मन् सञ्जीवमहोदय आत्मन् नकारान्तपुल्लिङ्गशब्दः. नकारान्तपुल्लिङ्गशब्दः अस्ति. अहं तत्तु उक्तवती आत्मनः इति. तत्र आत्मनः इति इत्यस्य वदनेन को लाभः? अत्र अहम् आत्मानम् उद्धरेयम् अस्तु करोतु. अहम् आत्मन् उद्धरितव्यः. न करोतु कृपया. अहमिति कथं? मया आत्मन् उद्धरितव्यः. प्रथम अत्र आत्मानम् अहम् आत्मानम् उद्धरेयं. तत्र आत्मानम् इति शिखा विभक्तिः द्वितीयविभक्तिः. हा, अत्र एकं द्वे एकम् अस्ति खलु? कर्मणिप्रयोगे त्रीणि एकमेकं. तर्हि का विभक्तिः अपेक्षिता? प्रथमाविभक्त्यन्तं रूपं किम्? आत्मान् नास्ति. आत्मन् न. सुनिधि भगिनी वदतु. नास्ति, आत्मा एव. आत्मा आत्मा सामान्यशब्दः जानाति खलु? आत्मा उद्धरितव्यः. मया आत्मा उद्धरितव्यः. अत्र इडागमः नास्ति किन्तु अनुमानं कर्तव्यम्. अत्र धातुः कः? सुब्रह्मण्यमहोदय, तत्र धातुः उद्धार न धृ अस्ति महोदय. धृ उत् उपसर्गपूर्वकः. उत् उपसर्गपूर्वकः धृधातुः. धृधातोः अन्तिमवर्णः कः? अजन्तः. ऋकारः. अजन्तः अस्ति चेत् सामान्यतया इडागमः भवति वा? उद्धरतव्यः. उद्धरतव्यः अस्तु तत्र अकारः कुतः आगतः धृ इत्यस्य तत्र गुणः भवति उद्धृतव्यः न न न गुणः भवति उद्धर् उद्धरतव्यः उद्धरतव्यः उद्धरतव्यः अस्तु उद्धर अत्र र इत्यस्य अनन्तरम् अ न भवति किन्तु उद्धर्यः नास्ति उद्धर्तव्यः सम्यक् समीचीनम् उद्धर्तव्यः मया आत्मा उद्धर्तव्यः उद्धर्तव्यः मया आत्मा उद्धर्तव्यः समीचीनमस्ति इदानीं तस्य अन्यर् किं स्यात् सन्दीपमहोदय वदति वा अस्तु भगिनी वदतु वाक्यं वदतु मया आत्मा उद्धरणीयः उद्धरणीयः तत्र अणत्वम् अस्ति किन्तु पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः सत्यं पुल्लिङ्गशब्दः भवानेव अग्रे करोतु महोदय आं निगृहीत गृहधातुः तव्यत् रूपं ऋकार आगच्छति निगृहीतव्य भवान् किं वदति तत्र ऋकार अस्ति तत्र तत्र सम्प्रसारणं किमर्थं स्यात् तव्यत् तव्यत् इति न कित् न वङित् तत्र सम्प्रसारणं न भवति तत्र सम्प्रसारणं न भवति अग्रे अहं सिद्धिं लभेय मया सिद्धि लभनीया लभनीया समीचीनमस्ति मया तत्र लभितव्यं न किञ्चित् कठिनमस्ति अत्र सन्धिं वदति वा महोदय अस्ति मया सिद्धिः लभ्यत् लब्धव्यं सिद्धिः लब्धव्यः सिद्धिः तत्र श्रीलिङ्गशब्दः सिद्धिः लब्धव्या लब्धव्या अत्र लभ इति धातुः अस्ति लभ् अपि च तव्यत् तत्र सन्धिः किञ्चन विशिष्टसन्धिः अस्ति कश्चन तदर्थं तत्र भकारस्य स्थाने बकारः तकारस्य स्थाने ध लब्धव्या लब्धव्या इति भवति अस्तु समीचीनमस्ति तर्हि अग्रे गच्छेम तत्र मीनाभगिनी अग्रे करोति वा अहं जीवनलक्ष्यं साधयेयं धातु साधिति मया धातु अस्ति साधि धातु अस्ति साधि साधि मूलधातुः अस्ति सिद्ध किन्तु तत्र अत्र निजन्तधातुः अस्ति साधि मया जीवन जीवनलक्ष्यः लक्ष्यशब्दस्य लिङ्गं किं लक्ष्य लक्ष्यं नपुंसकलिङ्गं मया जीवनलक्ष्यं साधितव्यं न साधितव्यम् इति नास्ति अत्र साधि इति मया उक्तं साधि इति मया उक्तं साधि अपि च गते अस्मिन् सप्ताहे सर्वेभ्यः मया अहं दत्तवान् तत्र करपत्रं दत्तवान् तत्र चुरादिगणे अथवा निजन्तदातूनां रूपाणि कथं भवन्ति सर्वे पठितवन्तः वा मीना भगिनी दृष्टवती वा करपत्रं दृष्टवती तर्हि यथा यत्र चोरि इति दातुः अस्ति चेत् चोरि इति तव्यत् कथं भवति चोरि योगः क्षम्यतां तव्यत् किं भवति चोरयितव्यः चोरयितव्य पाठयति पाठयति अस्य पाठयति पाठयति पाठि पातव्यः पकारः पकारः पातयति पातयितव्यः साधयितव्यः अस्तु वाक्यं वदतु मया जीवनलक्ष्यं साधयितव्यं मया जीवनलक्ष्यं साधयनीयम् न तत्र सर्वत्र पाठी इति पाठी तत्र अस्माकं क्रमः कः अस्ति महोदय तत्र वदति वा कथमस्ति पाठी तत्र यत्र निजान्तदातूनां अनियर् कथं किम् अस्ति कथं भवति यतो धातुः अस्ति पाठी पाठी योगः अनियर् सुब्रह्मण्यं महोदय तत् स्मरति वा अत्र इकारस्य लोपः भवति खलु महोदय अत्र तस्य लोपः भूत्वा अत्र पाठनीयं भवति तत्र सूत्रं स्मरति वा न महोदय इदानीं सम्यक्तया न स्मरामि एकवारं पठितवान् परन्तु पठनस्य आवश्यकता अस्ति पुनः निरणति इति सूत्रमस्ति तत्र यत्र तत्र अनेत् अस्ति चेत् अग्रे तत्र नेः लोपः भवति निरणति इति सूत्रेण तर्हि तत्र नेः तत्र लोपः भवति इति कृत्वा तत्र पाठी योगः अनीयर् ईकारस्य लोपः अतः पाठनीय अत्र साधि योगः अनीयर् इति मीना भगिनी करोतु मया जीवनलक्ष्यं साधनीयं साधनीयमस्ति साधनीयं साधयितव्यम् अस्तु सम्यक् अस्ति तथा अस्तु अस्तु अस्तु अग्रे गच्छेम तर्हि सुब्रह्मण्यं महोदय कृपया अग्रे पश्यतु तत्पूर्वम् एकः विषयः अस्ति महोदय गतसप्ताहे अहं किञ्चित् असत्यम् उक्तवान् क्षम्यतां तस्मात् किमत्र अहम् उक्तवान् शमः इति प्रथमतया अहं नपुंसकलिङ्गम् एव चिन्तयित्वा वाक्यम् उक्तवान् क्षम्यतां महोदय तत्तु भवान् तु तत्तु साधितमासीत् गते सप्ताहे एव खलु गतसप्ताहे साधितं परन्तु अहम् उक्तवान् प्रथमम् अहं सम्यक्तया उक्तवान् इति ओ अस्तु तत् नास्ति चिन्ता नास्ति एव चिन्ता क्षम्यतां महोदय अनन्तरम् अहं ध्वनिमुद्रणं श्रुतवान् मम दोषः एव अत्र नास्ति चेत् अग्रे अग्रे एकः प्रश्नः अस्ति तव्यच्च नियर् प्रत्ययः योग्यार्थे च विधिर्थे स्तः अतः द्विरुक्तु युक्तमस्ति यथा कर्तव्यं कर्तव्यं कर्तव्य करणीय भवतः प्रश्नः कः तव्यत् अनियर् प्रत्यय योग्य अर्थे च विधिर्थे सामान्यतया विद्यार्थे अस्ति यत् योग्यार्थे विद्यार्थे इति योग्य तत्र अन्य अपरेषु अर्थेषु भवति किन्तु सामान्यतया सर्वसामान्य अर्थः अस्ति तत्र विद्यार्थः तत्र पाणिनीयसूत्राणि पश्यामः चेत् तत्र अपरेषु अर्थेषु स्युः किन्तु सामान्य अर्थः अस्ति विद्यार्थः अस्तु तत्र अग्रे गच्छेम तर्हि एतत् सम्भाषणम् उच्चैः पठत अत्र उपयुक्तानि अनियर् प्रत्ययान्तानि तव्यत् प्रत्ययान्तानि रूपाणि च जानीत माता वदति पुत्री अत्र आगच्छतु अद्य किं किं पठितवती पुत्री गणितं पठितवती विज्ञानं पठितवती चरित्रमपि पठितवती माता तावदेव पठितवती पुत्री अत्र किमपि नास्ति अत्र किमपि अस्मिन् सम्भाषणे प्रायः किमपि तत्र अस्माकं लाभः न तावत् तावान् लाभः न स्यात् अत्र किं कुर्मः अत्र आरम्भे अस्ति कविता सुभाषितम् आरम्भे एव पठितुम् एतत् गीतम् एतत् गीतम् अहं पठामि वा महोदय एतत् गीतम् उच्चैः गायत अहं गातुं न शक्ष्यामि महोदय गायतु मनसा सर्वे अपगच्छन्ति महोदय मनसा सततं स्मरणीयं वचसा सततं वदनीयं लोकहितं मम करणीयं लोकहितं मम करणीयम् अत्र मनसा सततं स्मरणीयं वचसा सततं वदनीयं प्रायः किञ्चित् अत्र अध्यारोपितम् अस्ति इति मम चिन्तनं महोदय मनसा सततं स्मरणीयं प्रायः एतत् देशभक्तिगीतम् अस्ति प्रायः अत्र मनसा इत्युक्ते मनः तस्य तृतीयाविभक्त्यन्तरूपम् अस्ति अत्र सततं स्मरणीयं सततमित्युक्ते किमपि सततमित्युक्ते सर्वदा महोदय सत्यम् अत्र क्रियाविशेषमस्ति न तु कर्मपदम् इति सर्वेषां मनसि भवेत् त्रीणि एकमेकं किन्तु अत्र सततम् इति कर्मपदं नास्ति अत्र क्रियविशेषमस्ति मनसा स्मरणीयं यत् स्मरणीयं तत्र यः विषयः अस्ति तत्र देशभक्तिः इति विषयः अस्ति चेत् तत्र तादृशभावः मनसि निधाय मनसा स्मरणीयमस्ति वचसा सततं वदनीयम् अत्रापि धातुः वच् प्रायः वच् धातुः नाम कस्य पदस्य धातुः अत्र वचस् इति शब्दः अच्छा वच् वचस् इति शब्दः सकारान्तशब्दः वचसा अत्र वदनीयं यथा मनसा सततं स्मरणीयं तथा वचसा अपि सततं वदनीयं देशभक्तिविषये अथवा किमपि सत्कार्य विषये वदनीयं लोकहितं मम करणीयम् इत्युक्ते लोकस् लोकस्य उपकारं करणीयम्, किमपि कार्यं करणीयमस्ति तस्मात् लोकस्य लाभः भवेत् इति. अत्र मम अस्ति षष्टिविभक्ति तत्र भवति. षष्टिविभक्तिः इति सर्वेषां सर्वासां विभक्तीनाम् अर्थः भवति अपरेषु स्थलेषु इति कृत्वा अत्र मया इति अस्मिन् अर्थे मम तादृशम् अस्ति. मम इति करणीयं, मम करणीयमस्ति, मया करणीयमस्ति. अस्तु अग्रे सन्दीप् महोदय अग्रे कृपया. तत् कुत्र पृष्ठसङ्ख्या कुत्र न दृश्यते? तत् पाठस्य आरम्भे अस्ति, लोकहितं मम स्मरणे यत् आरम्भे प्रथम पृष्ठे त्रयोविंशतितमे पाठे न भोगवने न भोगभवने रमणीयं न च सुखशयने शयनीयम् अहर्निशं जागरणीयं लोकहितं मम करणीयम् इति रमणीयम् इति अनियरूपम् न भोगभवने रमणीयं भोगमेव न करणीयमिति. भोग एव न करणीयः. न च सुखशयने शयनीयं सर्वदा सुखेन न शयनीयम् अहर्निशं जागरणीयं सर्वदा जागरूकतया भवितव्यं लोकहितं मम करणीयम्. अस्तु समीचीनमस्ति. अग्रे अभिनवमहोदय अग्रे. न जात दुःखं गणनीयं न च निज सौख्यं मननीयं कार्यक्षेत्रे त्वरणीयं लोकहितं मम करणीयम्. अत्र जातु जानन्ति वा? जातु गतौ न जातु न इत्युक्ते न कदापि इति अर्थः. न जातु इत्युक्ते न कदापि, न कदापि, न कदापि दुःखं गणनीयं न च निजसौख्यं न गणनीयानि. हा अपि च सौख्यं सौख्यं न जानामि महोदय. निज इत्युक्ते स्वस्य सुखस्य भावः समीचीनमस्ति. स्वस्य सौख्यं न मननीयं कार्यक्षेत्रे तोरणीयं कार्यं तोरणीयं कर्तव्यं शीघ्रमेव शीघ्रमेव समीचीनम्. अग्रे तर्हि रविमहोदय अग्रे. दुःखसागरे तरणीयं कष्टपर्वते चरणीयं विपत्तिविपिने भ्रमणीयं लोकहितं मम करणीयं. दुःखसागरे दुःखस्य सागरः तरणीयं तरधातु अनियर् प्रत्यय त्रिधातु कष्टपर्वते चरणीयं कष्टस्य पर्वतः अस्मिन् चरणीयं तत्र भ्रमणीयं हा इति अर्थः विपत्तिविपिने विपत्ति वने विपत्तिवने भ्रमणीयं गमनीयं भ्रमणीयं लोकहितं मम करणीयम् अस्तु सम्यक् अस्ति पद्मा भगिनी अन्ते महोदय इति अर्थः किम् अन्यः दुःखसागरे तरणीयः कष्टपर्वते चरणीयः विपत्ति उपने भ्रमणीयः तस्य अहं हितं करणीयम् इति अर्थः जनानां यद्दुःखमस्ति तस्य दुःखसागरे तरणीयम् अथवा यत् हा सर्वेषां नाम सर्वेषां दुःखम् अस्ति मम अपि भवितुमर्हति सर्वेषाम् इति प्रायः भावः अस्ति सर्वेषां दुःखसागरे तत्र तरणीयमस्ति गन्तव्यमस्ति केवलं यत्र सुखमस्ति अहं गच्छामि इति नास्ति यत्र दुःखमस्ति तत्र गत्वा समाधानस्य कृते अहं कार्यं करोमि पूर्व श्लोक वर्स् श्लोकः मम भाव इति पद अवदत् इति श्लोक चतुर्थः श्लोकः इति किञ्चित् भिन्नम् अस्ति अर्थम् इत्येव किं वक्तुमिच्छति मम भावः सर्वेषां सर्वे दुःखसागरे किं मनुष्याः सन्ति जनाः सन्ति तस्य अहं हितं करणीयं सत्यं सत्यं सत्यमस्ति पद्मा भगिनी अग्रे गहनारण्ये घनान्धकारे बन्धुजनाये स्थिता गह्वरे तत्र मया सञ्चरणीयं यत्र दुर्लभ दुर्लभकार्यमस्ति अन्धकारे अस्ति गहनारण्ये दुर्लभ अरण्ये बन्धु ये स्थिता गह्वरे अत्र स्थिता अर्थं न जानामि महोदय गह्वरे बन्धुजनाः ये स्थिताः गह्वरे बन्धुजनाः ये स्थिताः गह्वरे बन्धुजना प्रमादे अस्ति तत्र मया गह्वरः इति आपत्तिकालः समस्या गह्वरे अर्थं किम् इदानीमेव उक्तं मया गह्वरः तत्र शारीरिक अत्र प्रतिनिधिः अस्ति वस्तुतः प्रकृतिः अस्ति प्रतीकं भवति तत्र यत्र सामान्यतया पर्वते अथवा पर्वते तत्र किमस्ति गुहा अस्ति अत्र गुहा अस्ति तादृशस्थलं गह्वरः तादृशस्थलं गह्वरे गुहायां गुहायाम् इति अर्थः गह्वरे तत्रैव गच्छामि तत्रैव गन्तव्यं सञ्चरणीयं तत्रैव लोकहितं करणीयमस्ति मम अस्तु बहु समीचीनमस्ति इति पाठः समाप्तः अस्ति सर्वे येषां जनानां काठिन्यमस्ति पुनः श्रवणीयमस्ति अस्माकं पाठः यतोहि तत्सर्वं मूलमस्ति, नाम बेसिक् मूलमस्ति. एकं द्वे एकं त्रीणि एकम् एकं यावत् एतत् सर्वं न ज्ञायते, अपि च न ज्ञायते, अस्माकम् अभ्यासः समीचीनः न स्यात्. तदर्थं सर्वेषाम् अभ्यासः अपेक्षितः अस्ति. अस्तु, समीचीनमस्ति. यतः तत्र अग्रे विषयः शत्रुः महोदय, वाक्यानि रचयितुं बहु कष्टमस्ति. अस्तु अस्तु, तत्र तदर्थम् अभ्यासः अपेक्षितः अस्ति. सम्यक् सम्यक्. अस्तु तर्हि सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः महोदय. धन्यवादः, नमस्कारः.